नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतं। धातुपाठे हल्सन्धिः इति द्वितीयभागस्य अन्तिमस्तरे स्मः। तत्र अभ्यासान् एव अवशिष्टाः। तत्र यङ् लुकि इति किम् इति पश्यामः। श्रीवल्ली भगिनी वदति वा, वयं मघी कृतवन्तः गतसप्ताहे प्रक् इति धातुः। आम् एकनिमिषम्। प्रच् प्रच् एङ्ग्लुकि फार्म् पाप्रच्। पाप्रच् योगः सि चोः सूड् अनुनासिका चोः सूड् अनुनासिके च इति चकारस्य स्थाने शकारः आगच्छति। पाप्रश् पाप्रश् योगः सि प्रश् ब्रश्च ब्रश्च चषां शः इति सूत्रेण पाप्रश् मूर्धन्य शकारः आगच्छति। पाप्रश् योगः सि अनन्तरं षडोः कः सि पाप्रक् योगः सि आदेशप्रत्ययोः इण्कोः इत्यनेन सकारस्य स्थाने मूर्धन्यशकारः आगच्छति। पाप्रक् योगः षि रूप पाप्रक्षि इति रूपं भवति। सम्यक्। दुः अपि करोतु भगिनि। दुः अपि दुः दुः इति यङ्ग्लुकि रूपं दो दुः दो दुः योगः षि प्रथमं पुगन्तलघुपदस्य च गुणः भवति रूपं भवति दो दोः योगः सि अनन्तरं दुः विशेषसूत्रमस्ति। एकनिमिषं भगिनि। वा दुःहमुहश्नु हश्नि हश्नि हां इत्यनेन घकारादेशः भवति जलिपदान्ते च दो दोघ् इति भवति भगिनि। दो दोघ् इति एकं रूपं विकल्पेन वा विकल्पेन आं भगिनि। सामान्येन पुगन्तलघुपदस्य दो दो अनन्तरं होडः दो दोड् दो दोड् षडोः कः सि योगः सि अनन्तरम् आदेशप्रत्ययोः इण्कोः दो दोक् योगः षि दो दोक्षि इति एकं रूपं। द्वितीयरूपं विकल्पेन वा दुःहं हश्नुः हश्निहां गकारः भवति दो दोक् अनन्तरं गकारः तवर्गः करिच इति सूत्रेण गकार करिच दो दोक् योगः सि अनन्तरम् आदेशप्रत्ययोः इण्कोः दो दोक् योगः षि रूपं भवति दो दोक्षि। एकमेव कार्यं आदेशप्रत्ययोः प्रथमं अनन्तरं खरिच तस्मात् अपि पूर्वम् एकं कार्यमस्ति। त्री फोर् इति अस्ति चेत् दो धोग् इति अत्र धकारः तृतीयवर्णः गकारः चतुर्थवर्णः अस्ति चेत् कार्यं किं भवति? एकाचु बषः जशन्त सम्पूर्णसूत्रं द्वोः आं भगिनि। बष्पोः भवति अनेन दकारस्य स्थाने दोघ् इति दोघ् इति धातोः अवयवस्य दकारस्य स्थाने बष् भवति धकारः भवति धोग् आं भगिनि। लोधोक्षि रूपं समीचीनं, तदेव रूपं सम्यक्, तद् एकमेव कार्यं सम्यक्। धन्यवादः विजया भगिनी, वदति वा अग्रिमं व्रश्च। विजया भगिनी, विजया भगिनी नास्ति वा अद्य, नाम तु दृश्यते। अस्तु अरुणा भगिनी वदति वा व्रश्च। भगिनी क्षम्यतां भगिनी, अहं न गृहकार्यं कृतवती। न प्रयत्नं करोतु भगिनी, इति अस्ति तत्र, अहं सहायं करोमि, करोतु भगिनी। जनाः तु न सन्ति एव, अथवा पूर्णतया श्रीवल्ली भगिन्याः एव क्रमः भवति महोदय। भवती अस्माकं डाक्युमेण्ट् ओपन् कर्तुं शक्यते वा यदा? इदानीं श्रूयते, पूर्वं न श्रुतवान्, म्यूट् मध्ये आसम् भगिनि। नास्ति चिन्ता। अरुणा भगिनी, तद् डाक्युमेण्ट् तत्र द्वितीय शीट् अस्ति किल, तद् कृपया उद्घाटयतु। प्रायः तत्र व्रश्च, तत्र व्रश्च इति यदस्ति तत्र चकारान्तः अस्ति किल, तत्र सूत्र कस्य सूत्रस्य प्रसक्तिः? लेट् मी स्क्रोल् डौन् अण्ड् सी चकार। न, अस्माकं करपत्रं नास्ति, यद् डाक्युमेण्ट् अहं प्रेषितवती तत्र। ओ, मम समीपे नास्ति, एकनिमिषं। भवती इण्टर्नेट् मध्ये आम्, तद् भवती इण्टर्नेट् मध्ये अस्ति वा फोन् माध्यमेन आगतवती वा अरुणा भगिनी? फोन् मध्ये भगिनी, मम समीपे करपत्रम् अस्ति। न न, तद् नास्ति, फोन् मध्ये चेत् चाट् द्रष्टुं शक्यते वा? एकनिमिषम्, अहं चाट् मध्ये प्रेषयिष्यामि, डाक्युमेण्ट् उद्घाटयतु। फोन् मध्ये डाक्युमेण्ट् चाट् आगच्छति वा न जाने, आगच्छति भगिनि। अहं प्रेषितवती, तद् डाक्युमेण्ट् कृपया उद्घाटयतु, तत्र द्वितीयं शीट् सप्रत्यये परे लङ् विहाय इति अस्ति। तावत् अन्य अवश्यं, विजया भगिनी वदति वा व्रश्च। विजया भगिनी, म्यूट् मध्ये अस्ति, आम् इदानीम् उक्तवती किल भगिनी, ब्रज् योगः तृच्, व्रच् योगः वा व्रच् योगः सि, यङ् लुगन्तरूपं भगिनि, कुत्र अस्ति अहं न जानामि भगिनि। प्रथमं व्रच्छ, व्रच्छयोगः तुमुन्, 18th पेज्, 18th पेज्, धातुपाठे हल् सन्धिः द्वितीयभागः अन्ते अभ्यासः. ओ अन्ते अभ्यासः वा भगिनि, अस्तु अस्तु मम समीपे अस्ति. व्रच्य योगः सि एतदेव खलु भगिनि? वाव्रच् इति सूत्रे वाव्रच् योगः सि शेर्यपिच् इति सूत्रेण प्रथमं हि आगच्छति, अनन्तरं हु जल्ब्योर् हर्दि इति सूत्रेण हि स्थाने दि आगच्छति, अनन्तरं वा व्रज् दि इति भवति. व्रच्छ ब्रज्ज ब्रच्छ इति सूत्रेण वा व्रश् योगः दि भवति, अनन्तरं स्टुना स्टुः इति सूत्रेण डि भवति. वा व्रड् वाव्रश् सि इत्यत्र कथं दि भवति भगिनि? तत्र तु सि इति सुप्रत्ययः किल सि, परन्तु सेर्यपिच्च इति सूत्रेण सि स्थाने हि आगच्छति वा भगिनि न वा? न वा भगिनि, लट् लकारे कथं हि आगच्छति भवती यद् वदति? मध्यमपुरुषे प्रथम मध्यमपुरुषे एकवचनं लट् रूपं किल सि इति. स्टुना स्टुः इति सूत्रेण शकारस्य स्थाने डकारः आगच्छति वा भगिनि? न आगच्छति, न आगच्छति. एतत्तु वयं गतसप्ताहे कृतवन्तः, तस्य एव अनुवर्तनं किल. वाव्रच्योगः सि इत्यत्र मया न लिखितम् इति कोः संयोगान्ते वदतु भगिनि, समापयामः. आं भगिनि, वाव्रस्योगः अस्ति स्कोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः भवति इति अहं जानामि. अत्र शकारः मूले सकारः एव आसीत् इति चेत् यस्कोः संयोगाद्योरन्ते च इति सूत्रेण सकारः लोपः भवति. वावृच् योगः अस्ति अनन्तरं व्रश्च षडोः कः खलु भगिनि? षडोः न षडोः कति न आगच्छति भगिनि. अत्र व्रश्च ब्रश्च सृज इति सूत्रेण शकारस्य स्थाने चकार वावृच् योगः सि वावृष् इति भवति. अनन्तरं षडोः क षडोः कः सि वाव्रक् वाव्रक् योगः सि आदेशप्रत्ययोः वाव्रक् योगः षि मूर्धन्यषकारः रूपं वाव्रक् षि. सम्यक् तावदेव वाव्रक्षि व्रश्च ब्रश् कोः संयोगाद्योरन्ते च व्रश्च ब्रश्च षडोः कः सि आदेशप्रत्ययोः तावदेव वाव्रक्षि. अग्रिमं वदति वा विजया भगिनि? लिखितमिति एकं पञ्चम खलु सास्यं सेन्दु स्यन्द् सास्यन्द् योगः सि. तत्र स्यास्यन्द् दकारस्य स्थाने तकारः करिचय इति सूत्रेण आगच्छति. स्यास्यन्त् स्यास्यन्त् योगः सि आदेशप्रत्ययोः सास्यन्षि इति भवति. आदेशप्रत्ययोः इत्यस्य निमित्तम् अस्ति न करिचय करि च सम्यक् तावदेव तत्र कार्यम् इन्तोः अस्ति चेदेव आदेशप्रत्ययोः इन्प्रत्याहारस्य वर्णः अपि नास्ति वर्गः अपि नास्ति अतः तत् कार्यं किमपि नास्ति पाठ्यन्ति अग्रिमं करोमि अत्र एकः सन्देहः अस्ति आं वदतु स्कोः संयोगान्तरन्ते च अत्रापि पदान्ते इति गतसप्ताहे संयोगान्तस्य लोपः पदान्ते च अपि इति सूत्रं न आगच्छति इति यु टोल्ड् नो लास्ट् टैम् बट् बोथ् आफ् देम् आर् पदान्ते च इति अस्ति न ओन्लि संयोगान्तस्य लोपः इस् पदान्ते संयोगाद्योरन्ते च जलि पदान्ते किं भगिनि पुनः जलि पदान्ते च जलि पदान्ते संयोगान्तस्य लोपः अपि जलि पदान्ते न संयोगान्तस्य लोपः केवलं पदान्ते एव यदा तत्र सूत्रक्रमं पश्यामः अष्टाध्यायी पुस्तके संयोगान्तस्य लोपस्य अनन्तरमेव जलो जलि इति सूत्रम् आगच्छति जलो जलि इत्यस्मात् एव जलि इति जलि इत्यस्य अनुवर्तनं सर्वत्र आगच्छति अतः संयोगान्तस्य लोपः केवलं पदान्ते सम्यक् अस्तु आम् विजया भगिनि विजया भगिनि फ्रिज् आं भगिनि आं भगिनि न तस्मात् पूर्वम् एकं एकः सृज् सरीसृज् अत्र सरीसृ योगः आ योगः ज युको एनचि इति सूत्रेण सरिसृज् सरिसर्ज् एव आगच्छति तावदेव कार्यं खलु भगिनि अत्र अनन्तरं सरिसृज् योगः सि सरिसृज् योगः पुगन्तलकुपदर्शन इति भगिनि तत्र किमपि अन्यकार्यमस्ति भगिनि अम् आगमः भवति अनन्तरम् इको एनचि इत्यनेन यण् भवति सरिसृज् योगः सि इति आगच्छति अन्य कार्यं अस्ति अनन्तरं इति सूत्रेण सरिसृज् भवति योगः सि ष्टुनाष्टुः इति सूत्रेण सरिसृष्टि इति भवति तावदेव खलु भगिनि षडोः कः सि ष्टुनाष्टुः नास्ति सरिसृष् योगः सि षडोः कः सि इत्यनेन षडोः कः इति सूत्रेण शकारस्य स्थाने ककारः आगच्छति अनन्तरं सरि शरीसृक् भवति आदेशप्रतियोग इति सूत्रेण सरिसृक्षि इति भवति सम्यक् यथा यत्र यत्र तत्र षकारादेशः व्रश्च व्रश्च इत्यनेन भवति सि प्रत्ययः परः अस्ति चेत् षडोः कः सि व्रश्च व्रश्च षडोः कः सि आदेशप्रत्ययोः सूत्रसमूहः सम्यक् अस्तु इदानीं वयं आम् करोतु अत्र प्रथमं गुण भवति पद मुच् धातु मु भवति मुच् अस्ति तत्र प्रथमं सूत्रं छोः शुडनपुंसके च इदेव भगिनि तस्मात् पूर्वम् एकं कार्यमस्ति मोमोर्च् इति यदा भवती उक्तवती तस्मात् पूर्वमपि एकं कार्यमस्ति एकं सूत्रं वयं पठितवन्तः राल्लोपः इति चकारलोपः भवति योगस्य मुमुर् योगस्य पुगन्तलघुपदस्य सूत्रेण मुमुर् योगस्य तदनन्तरम् आदेशप्रत्ययलोप इति शकार आगच्छति मुमूर्षि इति रूपं निष्पन्नं भवति तावदेव मुमूर्षि अहं करपत्रं पश्यामि भगिनि अत्र अत्र एकवारं द्विवारं पश्यति चेत् आगच्छति भगिनि नास्ति चिन्ता बुद्ध अपि भो भोत् इति यङ्ग्लुगन्तरूपं करपत्रं दकारान्तदातुः प्रथमं किं कार्यम् इति वदतु भो बुद्ध् इति अस्ति उपधायां कः वर्णः ओके सार्वधातुकान्तदातुकयोः सूत्रेण बुबोद् सूत्रेण गुण भवति बुबोद् भवति तदनन्तरम् इदानीं तत्र बकारः धकारः अस्ति बकारः तृतीयवर्णः धकारः चतुर्थवर्णः अतः कः कार्यं किम् I don't remember any sutras. I don't know why today. My mind is so blank. न नास्ति चिन्ता भगिनी एतत् तादृशं तु भवति एव अतः एव अहं डाक्युमेण्ट् प्रेषितवती तत्र दृष्ट्वा वयं वदामः एकवारं द्विवारं वदामः चेत् आगच्छति आम् श्रीवल्ली भगिनी किञ्चित् सहायं करोति वा आम् भो बोध् इति एका च बष् बष् आदेशः भवति सूत्रेण बुद्ध् इति धातुः धातोः अवयवस्य भकारस्य स्थाने भकारः आदेशः भवति सो भो भोध् इति योगः सि अनन्तरं खरिच इति सूत्रेण भो भोत् इति प्लस् योगः सि भो भोत्सि इति रूपं भवति पुगन्तलघु उपदस्य च गुणः भवति बुद्ध् न बोध् भवति भो बोध् भो बुक्षि एव अन्तिमरूपं भो बोत्सि भो बोक्षि एव भोत्सि सि सि सि न क्षि नास्ति भगिनि अत्र आदेशप्रत्ययोः इति भो बोक्षि न भवति भगिनि विजया भगिनि आदेशप्रत्ययोः इन्कोः अस्ति चेदेव भवति इन् प्रत्याहारे तकारः नास्ति कवर्गः नास्ति अतः तद् न भवति भो बोत्सि इत्येव भवति तकारः एव तिष्ठति सर्वत्र आदेशप्रत्ययोः न आगच्छति इन्कोः अस्ति चेदेव आगच्छति अस्तु अरुणा भगिनी अवगतं वा प्रथमं बष्भावः भो भोद् इति भवति अनन्तरं करीच दकारसकारः अस्ति चेत् करीच प्रथमवर्णादेशः भो भोत्सि इति भवति श्रीवल्ली भगिनि भवत्याः क्रमः एव लालाञ्च् योगः सि अत्र लक्षापदान्तस्य संयोगान्तस्य नु नास्ति अत्र लालाञ्च् योगः सि नश्चापदान्तस्य झलि इत्यनेन अनुस्वारः भवति लालाञ्च् योगः सि लालां लालां योगः सि चकारस्य तत्र वृष्य वृष्य कार्यं करोति वा भगिनि? वृष्य वृष्य इत्यत्र तद् लालाञ्च इति नास्ति, चकारः नास्ति, अतः केवलं नश्च पदन्ति इति भगिनि. तवर्ग अन्यत् इति करिच सामान्यचवर्गः अस्ति चेत् सामान्यचवर्गः अस्ति चेत् चोहोपुः भगिनि. आम् सत्यं शक्तिः तु अस्ति. आं भगिनि, सकारस्य लालाञ्च योगः अस्ति, सकारस्य स्थाने शकारः भवति लालाञ्च. चोहोकुः किल क्षम्यतां, घा चोहोकुः लालाङ्घ् लालाङ्घ् योगः सि अनन्तरं खरिचा इति पूर्वमेव लालां न लालाङ्ग् लालाङ्ग् योगः सि लालाङ्ग् खरिचा इति सूत्रेण लालाङ्ग् योगः सि अनन्तरम् आदेशप्रत्ययोः इङ्कोः लालाङ्ग् योगः षि मूर्धन्यषकारः अनन्तरं लालाङ्क्षि इति रूपं भवति. आदेश अनुस्वारसि ययि परसवर्णः उक्तवती अनुस्वारसि ययि परसवर्णः इति लालाङ्ग् सकलालां सि नु लालाङ्ग् इति कवर्गीय अनुनासिक आगच्छ लालाङ्क्षि. सम्यक् तत्र किमपि सम्यक् एव इति चिन्तयामि. लालाङ्क्षि इति रूपं साधु सूत्रक्रमः एव. 8458 अनुस्वारस्य ई परसवर्णः, 8455 खरिचा भगिनि. सो प्रथमं खरिचा, 55 खरिचा, 55 खरिचा, 8458 अनुस्वारस्य ई परसवर्णः. सो प्रथमम् आदेशप्रत्ययोः इङ्कोः अनन्तरं खरिच अनन्तरम् अनुस्वारस्य ययि परसवर्णः अन्तिमकार्यम्. आं भगिनि, सम्यक्, इदानीं सम्यक्. 8458 कर्वर्णः एव सकारः, अतः आदेशप्रत्ययोः मध्ये आगच्छति वा? खरिच पूर्वे आगच्छति, 8359. पुनः एकवारं वदतु भगिनि, चोहोकुः. आं भगिनि, चोहोकुः चोहोकुः इति लालाङ्घ् योग लालाङ्घ् भवति. अनन्तरं नश्चापदान्तस्य जलि तत् प्रथमं किल, चोहोकुः अनन्तरं तत् प्रथमं चोहोकुः प्रथमं चोहोकुः प्रथमम् अनन्तरं नश्चापदान्तस्य जलि अनुस्वारः भवति. अनन्तरं इति भवति आदेशप्रत्ययोः, तदनन्तरं खरिच तदनन्तरं लालाङ्क्षि प्रथमं लालाङ्क्ष योगः सि कुहोचुः इति सूत्रेण घकारः भवति लालाङ्ग् इति लालाङ्ग् योगः सि अनन्तरं नश्चापदान्तस्य झलि इति सूत्रेण नकारस्य स्थाने अनुस्वारः आदेशः भवति लालाङ्ग् योगः सि लालाङ्ग् योगः अनन्तरम् आदेशप्रत्ययोः इङ्कोः लालाङ्ग् योगः मूर्धन्यषकारः षि इति भवति. अनन्तरं खरिच इति सूत्रेण लालाङ्ग् लालाङ्ग् योगः षि अनन्तरम् अनुस्वारस्य ययि परसवर्णः सम्यक् एव लालाङ्क्षि लालाङ्क्षि सम्यक् भगिनि, इदानीं सम्यक् सूत्रक्रमः एव समीचीनं सम्यक् अस्तु. विजया भगिनी अग्रिमं वदति वा? आं वदामि भगिनि. अग्रिम बा ब्रज् सम्यक् बा ब्रज् योगः सि कोः संयोगान् त्योरन्ते इति सूत्रेण सकारस्य लोपः भवति वा भगिनि? सम्यक् आम्. अनन्तरं ब्रच्छ ब्रज्ज इति सूत्रेण जकारस्य स्थाने शकारः आगच्छति. तत्र हल्ग्याभ्यो इति सूत्रेण सी लोपः भवति. सी लोपः न भवति भगिनि, सी सकारलोपः अपृक्तसंज्ञालोपः तत्तु पूर्वस्मिन् पाठे न. तत्र बा ब्रज् बा ब्रज् इति अस्ति. स्टुनोस्टुः इति ब्रच्छ ब्रच्छ इति सूत्रेण एव जकारस्य स्थाने शकारः आगच्छति. सम्यक्. इदानीं शकार सकारः परे अस्ति चेत् समूहः स्टुनास्तुः इति कार्यं करोति वा? न षडोः कः सि षडोः कः सि सर्वदा यत्र यत्र तत्र ब्रश्य ब्रश्य अग्रिमं यदा सकारः सप्रत्ययः परः अस्ति चेत् तत्र षडोः कः सि. अत्र शकारस्य स्थाने ककारः आगच्छति. सम्यक्. अनन्तरं ककारः आगच्छति. अनन्तरं ककारः आगच्छति आदेशप्रत्ययोः इति सूत्रेण बा ब्रष्टि इति भवति. अग्रिमधातुः करोतु. अनन्तरं दादद् खलु भगिनि? आम्, दादद् योगसि दादे धातोः गः इति सूत्रेण गकारः भवति. न एकाचो बशो बस् कार्यं करोति वा भगिनि? सम्यक्, तदेव कार्यं. तत्र दादग् इति भवति. अनन्तरं खरिच इति सूत्रेण गकारस्य स्थाने ककारः आगच्छति दादक् योगसि. अनन्तरम् आदेशप्रतियोग इति सूत्रेण दा दक्षि इति भवति. साधु वा भगिनि? आदेशः साधु आगच्छति. आदेश कथम् आगच्छति? आदेशप्रत्ययो इकार नास्ति, ककारः किल. धाधग् योगः सि धादेर् धातोर्गः. दकारान्तदातुः किल? दकारान्तदातुः दकारान्तदातुः धादेर्धातोर्गः न आगच्छति. धादेर्धातोर्गः दकारादिधातुः अस्ति चेदेव. विजया भगिनी पुनः वदति वा? धादेर्धातोर्गः न आगच्छति धाधद् योगः सि एकाचो बशो बश्. एतत् सूत्रेण दादग् भवति, दादग् योगः दधकारः नास्ति. चतुर्थवर्णस्य स्थाने त्रि फोर् एव खलु भगिनि? सम्यक्. वदतु. तद् मया उक्तं खलु भगिनि, तद् दादेरस्ति एकाचो बशो बश् इति सूत्रेण तत्र तृतीयवर्णः आगच्छति चतुर्थवर्णस्य स्थाने. न तृतीयवर्णस्य स्थाने चतुर्थवर्णः. 3-4-4-4 भवति. बशः बश बश् आदेशः. तत्र दादग् तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति. गकारः नास्ति भगिनि, भगिनी एव वदतु भगिनि. भवती वदतु भगिनी भवत्येव तत्र विजया भगिनी दादेर् धातोर्गः न आगच्छति. दादेर् धातोर्गः दकारादि धातुः अस्ति चेदेव आगच्छति. एतत्तु दकारान्तधातुः दकारान्तधातुः अतः एकाचो बशो बश् एव. एकाचो बशो बश् इति सूत्रेण तत्र दा दा प्रथमं तृतीयवर्णः अनन्तरं चतुर्थवर्णः आगच्छति वा अस्तु श्रीवल्लि भगिनी वदति वा. प्रथमं दादद् योगः अस्ति एकाचु बशु बश् आदेशः भवति. दद् इति धातोः अवयवस्थाने भष् आदेशः भवति. दादद् योगः सि इति भवति. इत्र भगिनी अत्र हकारस्य धातो धातु गः इति दकारादि हकारस्य स्थाने ककारः. सो हकारः नास्ति चेत् अत्र सूत्रस्य प्रसक्तिः नास्ति. दादत् योगः सि खरिज इति सूत्रेण दादत् योगः दादत् भवति. दादत् योगः सि दादत्सि इति रूपं. तावदेव तावदेव अत्र आदेशप्रत्ययोः किमपि कार्यं नास्ति. नास्ति दा दत् इति खरिच इति सूत्रं कार्यं करोति खलु. आम् भगिनि आम् तावदेव कार्यम्. एकाचो बश् पशो बश् करीच सूत्रद्वयस्य एव कार्यं. सम्यक् अस्तु. अरुणा भगिनी अग्रिमं ब्रह्म धातु भगिनि ब्रह्म भवति योगस्य मकारन्त अस्ति. नश्च पदान्तस्य जलि इति सूत्रेण मकारस्य स्थाने अनुस्वरादेशः भवति. तावदेव कार्यं तावदेव न भवति किल न पदान्तस्य जलि इति सूत्रेण कार्यम् अभवत् तत्र कार्य तावदेव खलु सकारः आम् ययि नास्ति सकारः अतः न भवति बं ब्रह्मसि. अस्तु अरुणा भगिनी अग्रिमं ददातु ध्रस् धाध्रस् तत्रापि किमपि कार्यम् अत्र सकार अस्ति संयोगः अस्ति भगिनि अहं न संयोगः तु नास्ति एव अतः सकारान्तधातुः अस्ति चेत् किमपि कार्यं नास्ति. वर्णमेलनमेव जग्रस्ति जग्रस्ति सम्यक्. अग्रिमं किं सृप् धातुः तदपि करोतु भगिनि तत्रापि बहु किमपि कार्यं नास्ति. ओके सृप् सरीसृप् भवति. सृप् अत्रापि केवलं वर्णमेलनमपि पकार तत्र उपधायां कः वर्णः. ओ ओके ऋकार अस्ति प्रथमम् अकार आगच्छति गुण तदनन्तरं मुरण रेप आगच्छति. सरि सर्प् सरि सर्प् योगः सरि सर्पसि राल्लोपः इत्यनेन कार्यं भवति वा न वा तावदेव तस्य प्रसक्तिः तु अस्ति. न जानामि न भवति भगिनि देहस्य अनन्तरं चकारवकारयोः लोपः भवति. अत्र पकारः अस्ति चेत् सरिसर्पसि शकार मूर्धन्य भवति भगिनि. रेफा अस्ति पकार अस्ति परन्तु अस्माकं तु इन्कोः किल इन् प्रत्याहारे पकारः नास्ति, अकवर्गः अपि नास्ति, सरि सर्ट् सि इन् कोः सूत्रं न तु अट्कुप्वाङ् सूत्रं न कार्यं करोति. ककारपकारः तदेव अहं पृच्छामि. नुम्बसर्जनीयस्य वा अट्कुप्वाङ् नुं अट्कुप्वाङ् षकारः भवति, नूतनषकारः भवति, तदेव अहं पृच्छामि. तद् भवति वा? तद् भवति चेत् सरी सर्षि कुपु आङ् कका कवर्ग पवर्ग अन् आङ् अन् नुम् आदेशः अस्ति चेत् नुम् विसर्जनीयस्य सर्व्यवाये अपि तस्मात् अनन्तरं किल तस्य सूत्रस्य अनन्तरं भवति चेत् आम् सरि सर्षि सरि सर्प् षि एव भवति सम्यक्. अस्तु श्रीवल्ली भगिनी इदानीं झाझन्स् जसि जन्स् जाजन्स् जाजन्स् योगः सि अत्र नष्टापदान्तस्य जले इति सूत्रेण अनुस्वारः भवति जाजंसि जाजंस् सि केवलं वर्णमेलनं सकारस्य जाजंसि इति पाठ. सम्यक्. अग्रिमम् अग्रिमं हुर्चा हुर्च एङ्ग्लुकि रूपं हो हुर्च् लोपः अस्ति. अत्र वाल्लोपः इति सूत्रेण चकारस्य लोपः भवति. हो हुर् योगः अस्ति. अनन्तरं पुगन्तलघुपदस्य च इति सूत्रेण गुणः भवति. हो होर् योगः सि आदेशप्रत्ययोः इङ्कोः हो होर् योगः षि रूपं भवति. हो होर्षि किमर्थं रेफा न लोपः भवति भगिनि? हो होर् रेफा चकारः संयोग रेफस्य अनन्तरं चकारस्य लोपः राल्लोपः. ओके संयोगम् अस्ति चेत् भगिनि हो हुर्च् नो हुर्च् रेफा रेफा रेफस्य अनन्तरं चकारः अस्ति. तत्र रेफस्य परस्य चकारस्य लोपः भवति राल्लोपः इति सूत्रेण. चकारः लोपः भवति इति चेत् हो हुर् इति अवशिष्यते. हो हुर् योगः सि अत्र अनन्तरं गुणः हो होर् प्लस् सि आदेशप्रत्ययोगो षि हो होर्षि इति रूपः. सम्यक्. हो होर्षि इति रूपं समीचीनं. विजया भगिनी अग्रिमं वदति वा? वरीवृत् तत्र किमपि कार्यं नास्ति भगिनि. वरिवृत्ति किमर्थं भगिनि? उपधायां कः वर्णः अस्ति? हा ओ अस्तु. उपधायां ऋकारः अस्ति. पुगन्तलघुपदस्य इति सूत्रेण किं भवति? वरि वरिवत्सि इति भवति वा भगिनि? वरिवत्सि इति भवति. राल्लोपः इत्यस्य प्रसक्तिः अस्ति परन्तु कार्यं किमपि नास्ति. तद् वरिवर्त्सि इत्येव भवति. अग्रिमं नियमयति तत्र तत्रापि अस्माकं राल्लोपः इत्यस्य कार्यमस्ति किल. अतः वकारस्य लोपः भवति. इदानीं तोतुर् इति भवति. अनन्तरं उपादायां कः वर्णः? तु उकारः अस्ति. उकारः अस्ति पुगन्तलघुपदस्य इति सूत्रेण. लोपः भवति तत्र. तोत्तुः इति भवति वा भगिनि? पुगन्तलघुपदस्य इत्यनेन कथं लोपः भवति भगिनि? न न न का गुणकार्यं भवति वदतु किं भवति? गुणकार्यं भवति चेत् तत्र तोतोर् इति भवति. तोतोर् योगः सि. इदानीं किं भवति? तोतोर् योगः सि खरे अवसानयोर्विसर्जनीयः इति सूत्रेण. न न तत्र हल् हल्ग्याभ्यो इति सूत्रेण तत्र इङ्कोः अस्ति वा? रेपः आदेशप्रत्ययः. न न तावदेव आदेशप्रत्ययोः कार्यमेव अन्तिमम्. तोतोर् भवति भगिनी भगिनी तोतोर् योगः सि आदेशप्रत्ययोः इति सूत्रेण तोर्षी भवति वा? तोतोर्षि तावद् तावदेव तोतोर्षि सम्यक् तावदेव कार्यम्. आम् अरुणा भगिनी वरिवृद्ध वरिवृद्ध योगस्य दकारान्त अस्ति ततः प्रथमं पुगन्तलघुपदस्य सूत्रेण गुण ऋकारस्य गुणं भवति वरिवर्द् इति रूपमस्ति. तदनन्तरं दकारस्थाने खरिचायितसूत्रेण तकारस्थाने तकार आगच्छति वरिवृत्सि वरिवृत्सि वरिवत्सि सम्यक् सम्यक् तावदेव कार्यं तत्र. अग्रिमम् अत्र वकारलोप भवति भगिनि. धोदुर्वाम् आं सत्यम् अहं न श्रुतवती केन सूत्रोपः सूत्रेण. सो दोदुर् एव अस्ति दोदुर्योगः अस्ति केवलं वर्णमेलनं भगिनि दोदुर्षि आदेशप्रत्ययोः इन्को इत्यत्र रेपः पुगन्तलघुपदस्य च आदेशप्रत्ययः. ओ आदेशप्रत्ययोः भवति. धन्यवादः. दोदुर्षि एतदपि तादृशमेव खलु भगिनि? यथा तो आं समानकार्यं तोतुर्व यदा भवती कृतवती समानकार्यं सम्यक् अतः अस्तु. आम् श्रीवल्ली भगिनि अग्रिमद्वयं वृष मुर्वि. आं भगिनि वृष वृष इति वरिवृषयोगः अस्ति. प्रथमं पुगन्तलघुपदस्य च इति सूत्रेण वरि वश् इति भवति. अनन्तरं दश्च भ्रश्च सृज मृज यजराजधार चशांशः मूर्धन्यषकारः भवति. वरि वश् योगः सि षडो वर्ष मूर्धन्य. अनन्तरं षडोः कः सि वरिवृक् योगः सि आदेशप्रत्ययोः वरिवृक् योगः षि रूपं भवति वरिवृक्षि इति रूपं. प्रथमं राल् लोपः इति सूत्रेण वकारस्य लोपः भवति. मोमुर् योगः अस्ति पुगन्तलघुपदस्य च गुणः भवति. मोमोर् योगः अस्ति. अनन्तरं आदेशप्रत्ययोः इङ्को मूर्धनषकारः भवति. सकारस्य स्थाने मूर्धनषकारः मोमोर् योगः षि रूपं भवति. मोमोर्षि सम्यक् मोमोर्षि सम्यक्. विजया भगिनि अग्रिमद्वयमपि समानरूपमेव आगच्छति. एकं वदतु भगिनि. चरिकृष् योगः सि खलु भगिनि? आम् तत्र षडोः कः इति सूत्रेण शकारस्य स्थाने किं भगिनि? व्रश्च भ्रश्च तालव्यशकारः अस्ति किल अन्ते. अस्तु व्रश्च व्रज इति सूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकारः आगच्छति. अनन्तरं षडोः कः इति सूत्रेण शकारस्य स्थाने ककारः आगच्छति. चरिकृक् इति भवति. अनन्तरं सि अस्ति अत्र आदेशप्रत्ययोः इति सूत्रेण चरिकृक्षि इति भवति खलु भगिनि. अतः प्रथमम् अस्माकम् उपधायां वर्णः अस्ति किल, तस्य गुणकार्यं करणीयं. पुगन्तलघुपदस्य कार्यं करोति, अतः चरिकर्क्षि इति भवति. चरिकक्षि इति भवति. रूपं समानमेव आगच्छति अग्रिममपि, चरिकक्षि इति एव. परन्तु व्रश्चभ्रश्च इत्यस्य कार्यं नास्ति. तावदेव. अतः अस्मिन् पाठः तु समाप्तः, अग्रिमपाठः प्रति गच्छामः. धातुपाठे हल्सन्धिः तृतीयभागः इति, तद् कृपया उद्घाटयन्तु. तद् किञ्चित् पठामः अद्य. भवती एव पठतु भगिनि एतावता. पठामि भगिनि. धातुपाठे हल्सन्धिः तृतीयबिन्दुः. एतावता अस्माभिः दृष्टं यत् धातुपाठे हलन्तधातुभ्यः सादिः, तादिः, तादिः, दादिः च प्रत्ययः विहितः चेत् हल्सन्धिः भवति. प्रत्ययः वादिः, मादिः, नादिः चेदपि कुत्रचित् भवति. प्रथमे पाठे हलन्त्येभ्यो धातुभ्यो लङ्लकारस्य तकारस्य तप्रत्ययः साप्रत्ययोः साप्रत्यय चेत् अनयोः योजनविधिः अवलोकितः. द्वितीये पाठे हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययानां योजनविधिः, लङ्लकारस्य सकारप्रत्ययः अतिरिच्य अवलोकितः. अधुना तृतीये पाठे हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां च योजनविधिः, लङ्लकारस्य तप्रत्ययम् अतिरिच्य परिशीलयाम. प्रथमबिन्दुः अस्ति ये विधेयः चतुर्षु विभागेषु विभक्तः. प्रथमबिन्दुः अलन्तेभ्यो धातुभ्यो लङ्लकारस्य प्रत्ययः सप्रत्ययश्च चेत् अनयोः योजनविधिः. द्वितीयबिन्दुः अलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः, लङ्लकारस्य सप्रत्ययम् अतिरिच्य. तृतीयबिन्दुः अलन्तेभ्यो धातुभ्यो तकारादिप्रत्ययानां च योजनविधिः, लङ्लकारस्य तप्रत्ययम् अतिरिच्य. चतुर्थबिन्दुः अलन्तेभ्यो धातुभ्यो दकारादिप्रत्ययानां योजनविधिः. तर्हि चतुर्षु अयं पाठः तृतीयः. अतः अस्मिन् पाठे तु तृतीयबिन्दुः हलन्तेभ्यो धातुभ्यो तकारादि ठकारादिप्रत्ययानां योजनविधिः कथं भवति इति पश्यामः. सि प्रत्यये परे वयं दृष्टवन्तः द्वितीयपाठे तकारः सकारः यदा लङ्लकारे अस्ति तदपि दृष्टवन्तः. अतः अस्मिन् पाठे तकारादि ठकारादि प्रत्ययानां कथं रूपाणि भवन्ति इति तद् समापयतु भगिनि. एकं पङ्क्ति एव अस्ति किल. तर्हि चतुर्षु अयं पाठः तृतीयः. हलन्तेभ्यो धातुभ्यो तकारादिप्रत्ययानां च योजनविधिः, लङ् लकारस्य त प्रत्ययम् अतिरिच्य परिशीलयते. समीचीनम्. अतः अस्मिन् पाठे तदेव अस्ति. तत् किं कुर्मः इत्युक्ते यत् भी इति भागः अस्ति तद् अन्ते पठामः संक्षिप्तरूपेण किम् आगच्छति इति. सि इति यद् भागः अस्ति तस्मात् आरभ्य कुर्मः. अस्मिन् पाठे किं किम् अस्ति तदेव बी इति भागे दत्तमस्ति. अतः तद् वयम् अन्ते एकवारं पुनस्मरणरूपेण पठामः. सि इति भाग आरभ्य पठामः. श्रीवल्ली भगिनी पठति वा? आं भगिनि. हलन्तधातुभ्यः तादिप्रत्ययः ठादिप्रत्ययः चेत् अष्ट सम्भावनाः वयम् अन्ते अन्ते पठामः, तद् संक्षिप्तरूपेण अस्मिन् पाठे किमस्ति इति आरभ्य अग्रे कण्ठशः प्रत्येकं विभागं परिशील्यते. प्रथमं वर्गस्य प्रथमः द्वितीयः तृतीयवर्णः प्राक् अपि च अपि च तकार थकार वा परे चेत् खरि च. धातोः अन्तिमवर्णः वर्गस्य प्रथमः द्वितीयः तृतीयः वा चेत् अपि च प्रत्यय आदौ तकारः तकारः वा चेत् चत्वसन्धिं करोतु. सूत्रस्य प्रथमवाक्यं खरि च, जलः स्थाने चरादेशः भवति खरिपरे. अनुवृत्तिसहितसूत्रं जलां च करि च संहितायां. वयं जानीमः यत् करिच इत्यनेन कर्परे द कर् इति तकार थकार सकारः परे अस्ति चेत् पूर्वतनवर्गीयव्यञ्जनस्य प्रथमसदस्य आदेशः भवति, चर् आदेशः भवति. यत्र प्रथमः द्वितीयः तृतीयः वा वर्णाः अस्ति अपि च परे तकार थकार वा अस्ति तत्र अस्माकं प्रथमं कार्यं चत्वम् एव. चतुर्थो वर्णः चेत् कार्यं भिन्नं, तद् अनन्तरम् अवलोकयामः. अत्र क्रमेण सर्वान् वर्गान् परिशीलयामः. किमस्ति भगिनि एकवारं वदति वा? यत् खरिच इत्यनेन कर् परे अस्ति इति प्रत्ययस्य आदिः तकार तकारः सकारः परेः अस्ति चेत् वर्गे पूर्वतनवर्गीयव्यञ्जनस्य स्थाने प्रथमशतस्य आदेशः भवति, छद् आदेशः भवति. प्राक् प्रथमद्वितीय तृतीयः वा वर्णः अस्ति, प्रथमद्वितीय तृतीयवर्णः अस्ति अपि च परे तकार तकारः वा अस्ति. अत्र प्रत्यय आदौ इति तकारः तकारः वा अस्ति, तत्र अस्माकं प्रथमं कार्यं चत्वम् एव. अत्रापि प्रथमकार्यं चत्वादेशः भवति इति चतुर्थवर्णः चेत् कार्यं भिन्नमस्ति, तत् अनन्तरम् अवलोकयामः. अत्र दत्तमस्ति का खा गा अति खरिच इति सूत्रेण वर्गीय प्रथमसदस्य आदेशः भवति. शासक योगः ति, अत्र ककारः धातोः अन्त्यककारः अस्ति खरिच इति सूत्रेण प्रथमसदस्य शासकयोगः इति शाशक्ति इति रूपं भवति. अनन्तरं शासकयोगः थः मध्यमपुरुषः द्वितीय वचने प्रत्ययः शासकयोगः थः अत्र शासकथः इति भवति. सो द्वौ निमित्तानि इति प्रथमं ककार ककार ककारः अनन्तरं तकार तकार अस्ति अपि ले लेक् योगः अस्ति इति खरिच इति सूत्रेण ककारस्य स्थाने ककारः भवति. ले लेक् योगः अस्ति ले लेक्ति इति रूपं भवति. अनन्तरं ले लेक् योगः थः ककारस्य स्थाने प्रथम वर्णः भवति ले लेक् योगः थः ले लेखः. ता त्वङ्ग् योगः ति इति गकारः अस्ति अन्तिमवर्णः, गकारस्य स्थाने ककारः भवति. सो ता त्वङ्ग् ता त्वङ्ग् योगः ति ता त्वङ्ग् ति ता त्वङ्ग् योगः थः अत्रापि ककारस्य स्थाने ककारः भवति. तात्वङ्क् योगः थः तात्वङ्क् थः सर्वत्र प्रथमवर्ण आदेशः. यद्यपि तत्र यदा वयं शासक् इति वदामः तत्र पूर्वमेव प्रथमवर्णः अस्ति एव, परन्तु करीच इत्यस्य प्रसक्तिः अस्ति. कर्वर्णः परे अस्ति, जलां स्थाने चरादेशः इति वक्तव्यमेव, सूत्रं वक्तव्यं. यत्र यत्र प्रसक्तिः अस्ति तत्र तत्र सूत्रं वक्तव्यं. सम्यक्, करीच इति प्रथमम्. अरुणा भगिनी चवर्गस्य समूहत्रयं पठति वा? आं भगिनि, चवर्गस्य समूहत्रयं चकार जकारयोः सामान्यं. चकार जकार ककार आगच्छति, चोः कुः च खरिच इति सूत्रेण सूत्रद्वयं कार्यं करोति. उदाहरणमस्ति रिञ्च् योगः तः चोः कुः इति सूत्रेण सकारस्थाने ककार आगच्छति. तदनन्तरं मोनस्वरस्ति, अनुस्वरस्य यदि पैसवर्ण इति सूत्रं रिङ् भवति, रिङ् योगतः रिङ् तः इति रूपं भवति. साधु भगिनि, रिञ्च् योगः तः अत्रापि चकारस्थाने चोः कुः इति सूत्रेण ककार आगच्छति. रिङ् मोनस्वर अस्ति चेत् तत्र केवलं किं भगिनि, केवलं परसवर्ण एव सूत्रं करोति भगिनि. नश्चपदान्तस्य चली कृत्वा एव रिञ्च् इति कृतवन्तः. अनन्तरम् इदानीम् अस्माकम् अनुस्वारस्य परसवर्णसूत्रेण रिङ्क् योगतः रिङ्क्थः इति रूपं निष्पन्नं भवति. गुञ्ज् योगः तः चोहोकुः इति सूत्रेण चकारस्थाने ककार घकारप्रथमम् आगच्छति. खरिच इति सूत्रेण ककार आगच्छति. बुङ्क् योगतः बुङ्क्तः अत्रापि अनुस्वरस्य ये परसवर्णसूत्रेण पञ्चमवर्णः कवर्गस्य पञ्चमवर्णः बुङ्क्तः इति रूपं. बञ्ज् योगतः अत्रापि चोः कुः इति सूत्रेण जकारस्थाने घकारप्रथमम् आगच्छति. तदनन्तरं खरिच इति सूत्रेण ककार आगच्छति. अनुस्वरस्य परिसवर्ण इति सूत्रेण पञ्चमवर्ण ग् आगच्छति. बुङ्क्तः इति रूपं भवति. सूत्रं पठामि भगिनि. चोः कुः सूत्रं वदति सवर्गस्य स्थाने कवर्ग आदेशो भवति जलि पदान्ते च. चोः क्षम्यताम् अनुपत्तिसहितसूत्रं चोः कुः जलि पदस्य अन्ते च. पदान्तकार्यमेव किल पदान्त जलि पदस्य अन्ते. अतः तकारः तकारः जलि अस्ति इति कृत्वा एव चोः कुः इत्यस्य प्रसक्तिः. सम्यक्, अस्तु. विजया भगिनी व्रश्च व्रश्च पठति वा? व्रच्छ व्रच्छ सृज मृज यज राज व्राज इति चावर्गान्तदातवः चेत् शकारादेशः भवति. एतत् सर्वं पूर्वं वयं दृष्टवन्तः एव. उपरितनेषु विशिष्ट उक्तेषु धातुषु अन्यतमः चेत् शकारादेशः भवति. तदा स्टुना स्टुः इत्यनेन प्रत्ययादौ तकारः स्थाने प्रथम सदस्य टकारः अपि च तकारस्य स्थाने द्वितीयवर्णः टकारः यथा या यज् योगः ति. तत्र व्रच्छ व्रच्छ इति बृहत् सूत्रेण इत्यनेन षत्वं या यश् इति भवति. या यश् योगः ति अत्र स्टुनास्तुः इति सूत्रेण कार्यं करोति, स्तुत्वं भवति. अतः अन्तिमवर्णस्य स्थाने या याष्टि इति भवति. अग्रे पठामि वा भगिनि? आम् आम्. व्रच्छ ब्रज् ब्रश्च् इति धात्वोः अन्ते संयोगः अस्ति, अपि च संयोगस्य प्रथमसदस्य सकारः, अतः स्कोः संयोगान्त्योरन्ते इति सूत्रेण इत्यनेन सकारस्य लोपः भवति। देयं यत् वाव्रश्च धातोः उपादायां यः शकारः सः मूले सकारः, तदा स्तोः स्तुणाश्चुः इत्यनेन चकारस्य प्रभावेन सकारस्य च्युत्वेन शकारः जातः। मूले सकारः इति कारणतः स्कोः संयोगान्त्योरन्ते इत्यस्य प्रसक्तिः अस्ति। अत्र उदाहरणं पठतु भगिनि, तत्र स्पष्टं भवति भवत्याः। किं भगिनि? उदाहरणं पठतु, तत्र स्पष्टं भवति। उदाहरणं एवमेव वा भगिनि? एवमेव अस्ति किल, वावृश्च योगः ति। वावृश्च योगः ति, वावृष्टि इति भवति अन्तिमरूपं। स्तोः न स्तुणास्तुः इति सूत्रेण यथा यायश् योगः ति भवति तादृशमेव अत्र यायष्टि इति भवति, तादृशमेव अत्र वावृच् इति सूत्रेण प्रथमवर्णः परिवर्तनं भवति, वावृष्टि इति भवति। समीचीनम्। तादृशं वावृच् योगः तः इति अस्ति चेत् तत्र द्वितीयवर्णः परिवर्तनम् अभवत् वावृष्टः इति। वावृच् संयोगाद्योरन्ते च कथं कार्यं करोति तत्र? यद् तत्र मूलसकारः अस्ति चेत् तत्र कारणतः स्कोः संयोगान्त्योरन्ते इत्यस्य प्रसक्तिः अस्ति, अपि अत्र अपि अस्ति। सम्यक्। किं भगिनि अनेन किं भवति? आं सम्यक्, अनेन किं भवति? अनेन सकारस्य स्थाने स्तोः स्तुणाश्चुः इति चकारे प्रभावेन सकारस्य च्युत्वेन शकारः जातः। अस्तु, अनन्तरं सकारस्य लोपः। किं भगिनि अत्र किम् अस्ति? स्कोः संयोगान्त्योरन्ते इति सूत्रेण सकारस्य प्रथमं लोपः भवति। सम्यक्। मूलसकारः इति कारणतः स्कोः संयोगान्त्योरन्ते इत्यस्य प्रसक्तिः तत्र अस्ति। सम्यक्। अनन्तरं वाब्रश्च किमस्ति तदपि समानमेव। आं वदतु भगिनि। बाब्रश्च योगति, बाब्रश्च योगति, तत्र अपि स्कोः संयोगाद्योरन्ते च क्रमः समानक्रमः एव। स्कोः संयोगान्त्योरन्ते इति सूत्रेण सकारस्य लोपः भवति। अनन्तरं जक स्तोः स्तुणास्तुः इति सूत्रेण वा वृष्टि इति भवति। न न, वृश्च वृश्च इदानीमेव भवती एव पठितवती। अस्तु भगिनि, न जकारस्य स्थाने शकारः मूर्धन्य शकारः भवति वृच्च वृच्छ इति बृहत् सूत्रेण। अनन्तरं स्तुणाष्टुः। अनन्तरमेव स्तुणाष्टुः। अस्तु भगिनि, अतः वा वृष्टि। अग्रिमम्, अग्रिमं बाब्रज् इति भवति, तत्र बाब्रज् योगः तः, बाब्रज् योगः तः, तादृशमेव द्वितीयवर्णः द्वितीयटकारः आगच्छति बाब्रष्टः इति सूत्रेण, बाब्रष्टः इति अन्तिमरूपं निष्पन्नं। यायज् इति पूर्वं दृष्टवन्तः, यायज् योगः ति, यायष्टि इति भवति स्तुणाष्टुः इति सूत्रेण मूर्धन्य ब्रश्य ब्रश्य इति सूर्यं प्रथम सूत्रं प्रथमं कार्यं करोति, अनन्तरं स्तोः स्तुणास्तुः इति सूत्रेण प्रथमवर्णः आगच्छति, या यष्टि इति भवति. तादृशमेव तत्र या यज् योगः तः या यष्टः रारज् इति भवति. तत्र अपि व्रश्च ब्रश्च इति सूत्रम्, अनन्तरं स्टोः स्टुना स्टुः इति द्वितीयं कार्यं करोति. अतः अन्तिमरूपं राराष्टि भवति, राराष्टि इति भवति. राराज् तत्र अपि प्रथमं व्रश्च ब्रश्च इति सूत्रं कार्यं करोति, अनन्तरं स्टोः स्टुना स्टुः इति सूत्रं कार्यं करोति. अतः अन्तिमरूपं राराष्टः इति भवति. बा ब्राज् योगकति तादृशमेव, प्रथमं व्रश्च ब्रश्च अनन्तरं स्टोहोष्टुनाष्टुः इति सूत्रं कार्यं करोति. बा ब्राष्टि इति भवति. बा ब्राज् तत्रापि द्वे सूत्रं कार्यं करोति. बा ब्राज् योगकतः बा ब्रष्टः द्वितीयसदस्य रूपं वर्णः परिवर्तनम् अभवत् अत्र बा ब्राष्टः इति भवति. सम्यक्, धन्यवादः भगिनि. श्रीवल्लि भगिनि मृच्छिधातुः पठति वा? आं भगिनि. मृच् सृज् धातोः अपि कार्यं तदेव. मृच् धातोः वृद्धिः अपि भवति, सृज् धातोः अम् आगमः भवति. मृच् योगः अस्ति मृजेर्वृद्धिः इति सूत्रेण मृ मार्च् इति भवति. मार्च् योगः अस्ति प्रथमं जकारस्य स्थाने व्रश्च भ्रश्च सृज मृज यज राजभ्राज चषां शः आदेशः भवति. मार्च् योगः अस्ति. अनन्तरं मुष्टुनाष्टुः इति सूत्रेण तकारस्य स्थाने तकारः भवति, रूपं भवति मार्ष्टि. अनन्तरं समानकारणे मृज्योः तः अपित्वात् तः अपित्वात् गुणनिषेधः भवति भगिनि. वृद्धिकार्यं न भवति, मृजेन अपि न भवति, तः न भवति. एतत् अपि कार्यं करोति भगिनि, खलु भगिनि? मृज् योगः मृज् योगः प्रथमं ब्रश ब्रश इति सूर्य कार्यं करोति, अनन्तरं स्टोः स्टुनाष्टुः इति द्वितीयवर्णः परिवर्तनम् अभवत्, खलु भगिनी? तत्र आं सम्यक् स्टुनाष्टुः. आम् स्टुनाष्टुः भगिनी, एकः सन्देहः. तत्र मृज् योगः ति इति अस्ति खलु, तत्र मृजेर्वृद्धिः इति भवति कार्यं करोति, परन्तु तत्र पुगन्तलघुपदस्य अपि कार्यं करोति खलु, गुणकार्यं भवति वा भगिनी अत्र? न किल, किमर्थं मार्ज् तत्र मृजेर्वृद्धिः इत्यनेन गुणनिषेधः किल, गुणं निषेधं कृत्वा वृद्धिः भवति, तद् प्रबाद्य वृद्धिः भवति. तत्र मार्ज् योगः सि इति भवति. अवगच्छामि भगिनि. आम्, अनन्तरं समानकार्यं यदा वृजे व्रश्च ब्रश्च षडोः कः सि सर्वम् आगच्छति, मार्क्षि प्रायः रूपम् इति चिन्तयामि, अन्तिमरूपम्. धन्यवादः. आम् अस्तु चिन्ता. आं भगिनि, सरीसृच् सरीसृच् योगः योगः सि इति सृजि दृशेः जलि अम् अकिति इति इत्यनेन अम् आगमः भवति. सरीसृ योगः आयोगः जकारः. अनन्तरं इको एनचि इत्यनेन एनादेशः सरीसृज् इति भवति. सरीसृज् योगः ति प्रथमं व्रश्च ब्रश्च इति सूत्रेण मूर्धनषकारः भवति. सरीसृष् योगः ति. अनन्तरं स्ठुनाष्टुः इति सूत्रेण तकारस्य स्थाने तकारः भवति, सरीषष्टि इति रूपं भवति. सरीसृज् योगः तकारः. अत्र अकिति सरीसृज् इति भवति भगिनि. सरीसृज् योगः अत्रापि प्रथमं व्रश्च व्रश्च इति सूत्रेण षकारः सरीसृष् प्रत्योगः अतः अनन्तरं ष्ठुनाष्ठुः इति थकारस्य स्थाने थकारः आदेशः भवति सरिष्ठः इति रूपं भवति. सम्यक्. गतपाठे यत्र यत्र वयं षडोः कहसि दृष्टवन्तः अत्र सर्वत्र ष्टुनाष्टुः अस्मिन् पाठे तत्र सि इति प्रत्ययः आसीत् इदानीं सि नास्ति तकारः थकारः अस्ति अतः ष्टुनाष्टुः इति तस्य प्रसक्तिः तदेव भेदः सामान्यसूत्रं. धन्यवादः अरुणा भगिनी. अग्रिमं चकारान्तधातोः वर्गद्वयं चकारान्तधातोः वर्गद्वयं प्रथमं तुक् सहितचकारान्तधातुः इति चेत् छोः षुड् नपुंसके च षुड् नपुंसके च इति सूत्रेण षत्वं तदा व्रश्च भ्रश्च सृजं भुज यज राज ब्राज छशं छस इति न षत्वं भवति. उदाहरणमस्ति प्रापच् योगः अति छोः षुडनपुंसके सूत्रेण षकार आदेशः भवति. तदनन्तरं व्रश्च भ्रश्च सृज दीर्घसूत्रेण षकारः सकारस्थाने षकारः आगच्छति. तदनन्तरं स्तृणाष्टुः इति सूत्रेण तकारस्थाने तकार आगच्छति पाप्रष्टि इति रूपं निष्पन्नं भवति. एवमेव पाप्रच्च योगः तथा तः प्रापृष्टः तत्र कथम् आगच्छति इति एकवारं प्रापृच्छ अत्र छोः षुडनपुंसके चेत्र चकारस्थाने षकार आदेशः भवति. तदनन्तरं व्रश्च भ्रश्च सृजमृज सूत्रेण चषांशः इति सूत्रेण चकारस्थाने षकारः आगच्छति. तदनन्तरं स्तृणाष्टुः इति सूत्रेण थकारस्थाने ठकारः आगच्छति पाप्रष्ठः इति रूपं निष्पन्नं भवति. सम्यक्. अतः यत्र यत्र तुक् सहितचकारः अस्ति तत्र सर्वत्र श्वोः षूडनुनासिके च इत्यस्य प्रसक्तिः. अग्रिमम् अपि पठतु भगिनि. तुक् सहितचकारधातु नास्ति चेत् छोः कुः इत्यनेन कुत्वं भवति. उदाहरणमस्ति वावञ्च् योगति वावाञ्च् योगति प्रश्च व्रच सृजं मृज यज राज ब्राज छक्षां श्रः इति तुक् सहित चकारः आवश्यकः. अतः अस्य सूत्रस्य प्रसक्तिः नास्ति. वावञ्च् योगति चोः कुः इति सूत्रेण ककार प्रथमं ककार एव आगच्छति भगिनि. तदनन्तरं कुत्वम् आगच्छति. नश्च पदान्तजलि इत्यनेन जलि नकारस्य अनुस्वरादेशः ववाङ्क् योगति खरिच इति सूत्रेण ववाङ्क् योगति अनुस्वरस्य यै परसबन्धः इति सूत्रेण ववाङ्क् ववाङ्क् इति रूपं वावाङ्क्ति वावाङ्क्ति इति रूपं भवति. सवर्गस्य स्थाने कवर्गादेशः अतः यथासङ्ख्यम् अनुदेशक्रम इत्यनेन चकारः द्वितीयवर्णः एव आदेश. इदानीं भ्रश्च भ्रश आम् एकः सन्देहः सर्वदा भवति एव तुक् सहितचकारान्तः इत्युक्ते किं भगिनि? तदेव वयं दृष्टवन्तः किल तत्र चकारः छ इति अस्ति गच्छति इति रूपम् अस्ति किल गच्छति इति क्रियापदे तुक् सहितचकारः अस्ति गम् इति धातुः तत्र अस्माकं छे च इति सूत्रेण तत्र चकारः आगच्छति किल तदेव तुक् सहितचकारः. प्रथमं गतच् इति भवति अनन्तरं चेच इति सूत्रेण गच्छ इति भवति इच्छति इत्यत्रापि तादृशमेव तुक् सहितचकारः सर्वत्र प्रथमं तुक् अनन्तरं तुक् इत्युक्ते आगमः तुक् आगमः भवति तुक् कित् अस्ति अतः तक अनन्तरं चेच इत्यनेन यद् तुक् आगमः अस्ति तस्य चकारः इति आदेशः भवति. आं भगिनि अनन्तरम् आं चे च अरुणा भगिनी तत्र व्रश्च व्रश्च वयं जानीमः श्वोः षूडनुनासिके च इत्यस्य प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं पठतु श्वोः षूडनुनासिके च तुक् सहितछकारस्य स्थाने षकारादेशः अपि च वकारस्य स्थाने ऊट् आदेशः भवति अनुनासिकादिप्रत्ययपरे क्विपरे झलादिप्रत्यये च परे अनुवृत्तिसहितसूत्रं छोः अङ्गस्य षुड् क्विजलोः अनुनासिके च निमित्तानि अस्ति अनुनासिकादिप्रत्ययपरे क्विपरे जलादिप्रत्ययपरे अपि चकारस्थाने षकारः वकारस्थाने ऊट् आदेशः भवति तुक्सहितचकारस्य स्थाने सम्यक् ष्टुनाष्टुः इत्यत्रापि प्रथमवाक्यम् अनुवृत्तिष्टुनाष्टुः दन्तसकारस्य तवर्गेयवर्णस्य च स्थाने मूर्धन्यषकार आदेशः तवर्गेयवर्णादेशश्च भवतः मूर्धन्य ओके अनुवृत्तिसहितसूत्रं स्तोः ष्टुनाष्टुः संहितायां संहिताधिकारे अस्ति समीचीनं रचितसूत्राणि एव किल कोः संयोगाद्योरन्ते च वयं जानीमः चलि जलिपदान्ते च तत्र संयोगस्य प्रथमसदस्यः सकारः ककारः अस्ति चेत् सकारककारयोः अत प्रथमसदस्यस्य लोपः भवति इति न तु द्वितीयसदस्यस्य इति जानीमः अस्तु धन्यवादः पञ्चनिमिषान् अवशिष्टः विद्या भगिनी टवर्गः किं भवति इति पठतु भगिनि समापयामः टवर्गः ट करिचय इति सूत्रेण भवति तत्रैव खलु भगिनि पठनीयम् अनन्तरं स्टुनास्टुः इत्यनेन प्रत्ययादौ त स्थाने त अपि च द्वितीयस्थाने थ स्थाने ट तथा करिचे इत्यनेन प्रथम आदेशः भवति यथा ईड् ते ईड् योगः ते स्टुनाष्टुः इति सूत्रेण स्टुत्वम् ईड् योगः ते करिच इति सूत्रेण तकारस्य स्थाने टकारः परिवर्तनं भवति अतः इत्यनेन चत्वं भूत्वा ईट् योगः ते ईटे इति भवति तादृशमेव तत्र त थ द तत् स्थाने तकारः करिच इति सूत्रेण भवति करिच इत्यनेन प्रथम आदेशः भवति प्रत्ययादौ स्थितस्य त थ इत्यनयोः कोऽपि विकारः नास्ति यथा अद् योगः ति करिच इति सूत्रेण अत् योगः ति अत्ति इति भवति अद् योगः थ तः करिच इति सूत्रेण अत्तः इति भवति छिद् योगः तः करिच इति सूत्रेण प्रथमं नच्यपदान्तस्य जलि इति सूत्रेण छिन्द् इति अनुस्वरस्य स्थाने नकारः आगच्छति छिन्त् इति भवति छिन्त् योगः तः केन सूत्रेण प्रथमम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारः अस्ति खलु भगिनि अनन्तरं नश्च पदान्तस्य जलि इति न विपरीतक्रमेण वदति नश्चापदान्तस्य जलि इति वदतु आं भगिनि नच्च पदान्तस्य जलि इति सूत्रेण प्रथमं न न मोनुस्वारः इति सूत्रेण प्रथमम् अनुस्वारः मोनुस्वारः किमपि नास्ति मोनुस्वारः पदान्ते एव कार्यं करोति तस्य किमपि कार्यं नास्ति अत्र अत्र प्रथममेव अनुस्वारः अस्ति अतः नस्यापदान्तस्य जलि इत्यस्य आवश्यकता नास्ति छिन्द् योगः तः यै प्रत्याहारे तकारः अस्ति इति कृत्वा अनुस्वारस्य अनुस्वारस्य यै परसवर्णः इति सूत्रेण तत्र अनुस्वरस्य स्थाने नकारः आगच्छति चिन्ति इति भवति योगः तः चिन्तः इति करिचयसूत्रेण चिन्तः इति भवति द्वेप रूप किमपि किमर्थं तत्र रूपद्वयं झरो झरि सवर्णे तद्वयम् अग्रिमसप्ताहे पठामः तत्र सूत्रद्वयम् इत्यस्य अग्रिममपि पठतु तत् सूत्रं वयं किञ्चित् छिन्द् योगः तः करिचय इति सूत्रेण प्रथमवर्णः आगच्छति छिन्द् योगः तः चिन्तः इति रूपं द्वयम् अस्ति अत्र चिन्तः चिन्तः इत्येन योगो विकल्पेन ता लोपं कृत्वा चिन्तः चिन्तः इति भवतः सूत्रमस्ति जरो झरि सवर्णे समीचीनं भगिनि सूत्रस्य विषये वयम् अग्रिमसप्ताहे पठामः तत्र इतोपि चिन्तनं करणीयम् अतः तत्र यत्र यत्र तादृशं समान सवर्णवर्णः अस्ति तस्य लोपः भवति इति सूत्रं वदति तद् वयम् अग्रिमसप्ताहे पठामः धन्यवादः धन्यवादः भगिनि सम्यक् धन्यवादः धन्यवादः